अस्तु, तर्हि अस्माकं विषयः णिजन्तधातूनां विषयः तु ज्ञातः एव, किन्तु अत्र अभ्यासः अपेक्षितः इति अहं मन्ये. किमर्थमिति चेत् विस्मरणं भवति, विषयः किञ्चित् परमात्मकः अस्ति इति कृत्वा. तर्हि अस्माकं पुस्तके अन्य कोऽपि आगतवान् वा? हरि ओम्, नूतनतया कोऽपि आगतवान् वा? उच्यतां नाम अस्तु. अवे तर्हि अस्माकं कस्मिन् पुटे गीताप्रवेशस्य प्रथमभागस्य अष्टसप्ततितमे पुटे कश्चन अभ्यासः अस्ति, ततः अग्रे गच्छेम. यत्र यत्र अभ्यासः तत्र तत्र कुर्मः इति. अत्र सप्तमे अभ्यासे अस्माकं पाठः भवति अद्य इदानीं. यथोदाहरणं णिजन्तप्रयोगं कृत्वा द्वितीयं वाक्यं पूरयत इति अस्ति. नूतनं किमपि नास्ति, किन्तु अभ्यासः अपेक्षितः अस्ति इति अहं मन्ये. राजेन्द्रमहोदय, तत्र अन्य कोऽपि अस्ति वा? पुष्पा भगिनि, अन्य कोऽपि वा? पुष्पा भगिनि अस्ति, अन्य कोऽपि वा? अस्तु, राजेन्द्रमहोदय, प्रथमं वाक्यं पठतु कृपया. किं वदामः, तत्र रूपं वक्तव्यमस्ति, अपि च प्रयोज्यकर्तुः का विभक्तिकत्वं किमर्थं च इति अपि वक्तव्यमस्ति. अस्तु, वदतु. अस्तु, अत्र उदाहरणमस्ति, शिष्याः पठन्ति, अहं शिष्यान् पाठयामि. अत्र अत्र किमस्ति, अत्र शिष्यः तु बहुवचनरूपम् अस्ति, पठन्ति तत् निजन्तरूपे, तत् तत् अत्र तु शब्दकर्म धातुः अस्ति, तत् कारणात् तत्र तृतीया भवति. अहं शिष्यान् पाठयामि, पाठि तु अत्र पठ धातुः अस्ति मूलतः, तत् अथ उपधायाः च कारणात् तत् पाठ योग निच् पाठि, अनन्तरं तत् भूत्वा तत् पाठयामि, पाठयामि तत्र. अस्तु, सम्यक् सम्यक् अस्ति. अत्र अस्माकम् अभ्यासः अस्मिन् विषये गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्तासणौ इति अस्मिन् विषये, दृशेश्च निवह्योर्न आदिखाद्योर्न भक्षयतेरहिंसार्थस्य च न इति विषयेषु अस्माकम् अभ्यासः प्रवर्तमानः अस्ति, कुत्र कुत्र भवति इति. अस्तु, द्वितीयं वाक्यं लक्ष्मीभगिनी. प्रथम उदाहरणं वा महोदय? किमिति? प्रथमम् उदाहरणं वृक्षात् प्रथमः वृक्षात् इति. वृक्षात् फलं पतति, सः वृक्षात् फलम्, अत्र फलं पतति इति कर्तरिप्रयोगे अस्ति, अभिहिते प्रथमा इत्यनेन तस्य फलम् इत्यस्य प्रथमाविभक्तिकत्वं. अनन्तरं निजन्तवाक्ये परिवर्तयामश्चेत् सः वृक्षात् फलं पातयति. हा, समीचीनमस्ति, पातयति इति अस्ति. अत्र वदतु, प्रयोज्यकर्ता अत्र केवलं प्रयोजककर्ता एव अस्ति, प्रयोज्यकर्ता नास्ति, अतः कर्मपदं नास्ति. एकनिमेषः, प्रयोजककर्ता नास्ति, सः इति प्रयोजककर्ता, फलम् इति प्रधानकर्मपदं, पातयति इति निजन्तरूपम्. अत्र अत्र पश्यतु, तत्र पद् धातुः सकर्मकः अकर्मकः वा? पत्धातुः अकर्मकः इति चिन्तयामि. अकर्मकदातुः अत्र वृक्षात् फलं पतति इत्यस्मिन् वाक्ये कर्तृपदं किम्? अत्र वाक्यं किं? वृक्षात् फलं पतति. फलं पतति इति अत्र फलमिति कर्ता. फलमिति हा कर्तृपदमस्ति. अत्र सः प्रयोजककर्ता. फलं प्रयोज्यकर्ता. हा इति वक्तव्यमस्ति. इति वक्तव्यमस्ति खलु. अकर्मकधातुः अस्ति खलु. यया रीत्या अहं शिष्यान् पाठयामि इति शिष्यान् द्वितीया विभक्तौ अस्ति, किन्तु अत्र प्रयोजककर्तुः द्वितीया विभक्तिः अस्ति. प्रयोज्यकर्तुः खलु. प्रयोजककर्तुः द्वितीया विभक्तिः अस्ति. अत्रापि तथा. सः वृक्षात् फलं पातयति इति कृत्वा तत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः अस्ति, यतोहि अकर्मकाणाम् इति उक्तमस्ति. अस्तु, समीचीनं वा? अस्तु, अग्रे विद्याभगिनी अग्रे. उमेशः पुस्तकं ददाति. पिता पुस्तकं दापयति. अत्र उमेशः पुस्तकं ददाति पिता. अत्र पुस्तकम् एव कर्मपदम्. उमेशः एव तत्र प्रयोज्यकर्ता, परन्तु तत् अनुक्तमस्ति. तर्हि प्रयोज्यकर्ता एव नास्ति. पिता पुस्तकं दापयति इति, पिता उमेशेन पुस्तकं दापयति इति. उमेशः इति पदमस्ति चेत् किं पुनः वाक्यं किम्? पिता उमेशेन पुस्तकं दापयति. इति अस्ति, इति वक्तव्यम् आसीत् तत्र. समीचीनमस्ति. सुब्रह्मण्यं महोदय. राकेशः कार्यं करोति. इदानीम् अत्र धातुः अस्ति क्रु, अतः कारि कारयति. इदानीमत्र क्रु धातुः अत्र गतिबुद्धिपरि प्रत्यवसान तेषां नास्ति. अतः इदानीमत्र राकेशः इदानीं निजन्तवाक्ये अत्र दत्तमेव अस्ति, पिता राकेशेन कार्यं कारयति इति भवति. अत्र निजन्तवाक्ये पिता इति प्रयोजककर्ता, राकेशः प्रयोज्यकर्तुः. अत्र प्रयोज्यकर्तुः अनुक्तः, अतः अनभिहिते कर्तृकरणयोस्तृतीया इत्यनेन तस्य तृतीया विभक्तिः भवति. सत्यम् इति वार्ता अस्ति. अस्तु, जयन्ति भगिनी अग्रे. सेवकः वस्तूनि आनयति. स्वामी सेवकेन वस्तूनि आनाययति इति भवति. निजन्तपदम् आनाययति इति. अत्र निजन्तवाक्ये स्वामी इति प्रयोजककर्ता, सेवकेन इति प्रयोज्यकर्ता. नी अत्र सूत्रेण गतिबुद्धिप्रत्यवसानात् शब्द कर्म कर्मकाणाम् अनि कर्ता सन्नौ दृशेश्च नी वह्नोर्न इत्युक्ते तत्र नी धातुः अस्ति इति कृत्वा, उपसर्गसहितधातुः अस्ति इति कृत्वा तत्र आ, साधारणतया द्वितीया भवति, परन्तु नी इत्यस्य नी इति धातुः अस्ति इति कृत्वा तत्र तृतीया एव भवति, प्रयोज्यकर्तुः तृतीया, अतः सेवकेन इति भवति प्रयोज्यकर्तुः रूपम्। नी इति गत्यार्थकधातुः अस्ति, गत्यार्थकधातुः अस्ति, अतः द्वितीया विभक्तिः प्रयोज्यकर्तुः द्वितीया विभक्तिकर्तुं भवति स्म गत्यार्थकः इति कृत्वा। किन्तु नी वह्योर्न इति उक्त्वा नी धातोः वह धातोः च प्रयोज्यकर्तुः तृतीया विभक्तिः न तु द्वितीया विभक्तिः, नो चेत् अत्र द्वितीया विभक्तिः भवति स्म गत्यार्थकत्वात्। अस्तु, हा, समीचीनमस्ति। अत्र राजीव भगिनी अग्रे। भगिनी अस्ति? आं महोदय, म्यूट् मध्ये आसम् अहम्। इदम् अश्वौ रथं वहतः, सारथिः अश्वौ रथं वाहयतः, लिजन्तु। सारथिः इति अस्य वचनं किम्? सारथिः प्रथमा विभक्तिः, एकवचनं। तर्हि सारथिः अश्वरथं वाहयति, वक् धातु गत्यर्थकानां धातु इति सूत्रेण रथं द्वितीयाविभक्ति भवति। किञ्चित् चिन्तयतु, अत्र सारथिः प्रयोज्यकर्ता, प्रयोजककर्ता, अश्वौ प्रयोज्यकर्ता, अश्वौ आम् अश्वप्रयोज्यकर्ता, गत्यर्थकं धातूनाम् इति सूत्रेण अतः द्वितीया विभक्तिः एव भवति। अश्वप्रयोज्यकर्ता सरला भगिनी किं वदति? महोदय, अहं वदामि, सारथी अश्वाभ्यां रथं वहयति। किमर्थं? बहु सम्यक् अस्ति, किमर्थं? किमर्थम् अत्र अश्रुतं दत्तमस्ति, वयं जानीमः गत्यार्थधातूनां नयति वहति विहाय द्वितीया विभक्ति भवति। अत्र वहति अस्ति, तत्र प्रयोजक कर्ता तस्य अनुक्तमस्ति, तस्य तृतीया विभक्ति भवति। अश्वौ इति द्विवचनम् अस्ति, तस्य तृतीया विभक्ति अश्वाभ्यां भवति। अनभिते कर्तुकरणयो तृतीया, सारथी अस्ति प्रयोजककर्ता, उक्ते प्रथमा, अभिते प्रथमा विभक्ति भवति, वहति इति अत्रोपधायां तस्य सूत्रेण वाहयति इति भवति। हा हा हा, सम्यक् अस्ति। राजी भगिनी, तत्र अन्यायः जातः अस्ति, यतोहि अत्र दोषः अस्ति, पुस्तके एव दोषः, अवगच्छति वा? अहं न अवगच्छामि महोदय, अहं न अवगच्छामि। अत्र पुस्तके दोषः अस्ति, अत्र दोषः किमर्थमिति चेत् अत्र वह, अत्र वह धातुः नी धातुः इति द्वौ धातौ गत्यार्थकौ, द्वौ धातु गत्यार्थकौ, हा, इति कृत्वा गति इति इत्यस्मात् गतिबुद्धिः प्रति अवसानार्थशब्दकर्मकः कर्मकाणाम् इति न, तत्र द्वितीय प्रयोजकर्तुः द्वितीयविभक्तिः भवति स्म। किन्तु अनन्तरं नीव ह्योर्न इति उक्तमस्ति खलु, तत्र करपत्रम् पी डि एफ़् इत्यस्मिन् पश्यतु, पी डि एफ़् सप्तदश पुटे अस्ति नीवह्योर्ना इति दत्तमस्ति. नीवह्योर्ना इति किं किम् अस्ति? गत्यार्थकेषु नीवः धात्वोः द्वितीया न भवति इति लिखितमस्ति. पश्यति वा तत्र अपवादः अस्ति गत्यार्थकेषु. अत्र गत्यार्थकधातु द्वौ धातु स्तः नी वः धातवोः प्रत्यवसानार्थकेषु अभक्षधातवोः भक्षयतेः चापि द्वितीया न भवति महोदय. द्वितीया न भवति अतः अत्र दोषाय अस्ति पुस्तके. सारथिः अश्वाभ्यां रथं वाहयति. अस्तु महोदय. लेखकाः अपि भ्रमिताः जाताः. अस्तु समीचीनमस्ति. अखिल भगिनी अग्रे. गणेशः महाभारतम् अलिखत्. व्यासः गणेशेन महाभारतम् अलेखयत्. तर्हि तत्र व्यासः इति प्रयोजककर्ता, क्षम्यतां, प्रयोज्यकर्ता. गणेशः इति प्रयोजककर्ता. तत्र प्रयोजककर्ता अनुक्तं. गणेशः इति कीदृशकर्ता अस्ति? प्रयोज्यकर्ता. व्यासः इति प्रयोजककर्ता, गणेशः इति प्रयोज्यकर्ता. गणेशः इति प्रयोज्यकर्ता अनुक्तम् इति कृत्वा अनभिहिते तृतीया इति अनेन तृतीया विभक्ति प्राप्नोति. व्यासः गणेशेन महाभारतम् अलेखयत्. अत्र अलेखयत् तत्र लिखधातोः तत्र किं सूत्रमासीत् लेखि? पुगन्तलघुपदस्य च. इति अस्ति. अस्तु भगिनि, समीचीनम्. अग्रे पद्मा भगिनि अग्रे. महोदय, जनाः तरितुम् उद्युक्ताः. नाविकः जनान् तारितुम् उद्युक्ताः. धातुः तत्र दीर्घ ऋकारान्त धातुः अस्ति. तृ इति धातुः. तर्हि तत्र निजान्तधातुः कः? तारयति. धातुः सत्यम्. अत्र तृ इत्यस्मिन् तत्र मेहुलमहोदय, तत्र किं सूत्रमस्ति? सूत्रं निजन्तधातोः निर्माणार्थम्. आं, निजन्तधातोः निर्माणार्थम् अचोणिति. बहु सम्यक् अस्ति. तर्हि धातुः कः? अनिजन्तधातु तृ. अनिजन्तधातुः अचोणिति इति कृत्वा वृद्धिः. तारि. बहु सम्यक् अस्ति भगिनि, बहु सम्यक् अस्ति. तारि इति अस्ति. तर्हि लट् लकारे किमस्ति? लटि. तारयति. तुमोन्? तारयन्. तुमोन् यथा गन्तुं, पठितुं. तारयितुं. तारयितुम् इति गतिसप्ताहे जनान् तारयितुम् उद्युक्तः. सत्यमस्ति, बहु समीचीनमस्ति. यथा सर्वत्र तत्र गमयितुम् इति एतत् सर्वं वयम् अधीतवन्तः गतसप्ताहे. कर्मकधातुः अत्र तारयितुम् उद्युक्तः. विद्याभगिनी तत्र कथं निर्मीयते तारयितुं? तारि इति निजन्तधातुः, तारि योगः तुमुन्, तत्र तारि इति अनेकाच् धातुः, तुमुन् इत्यस्मिन् तुम् इति अवशिष्यते, तर्हि तुम् इत्यस्मिन् तकारः आदौ अस्ति, तकारः वल् प्रत्याहारे अस्ति इति कृत्वा तत्र तत्र इडागमः भवति, इडागमः भवति, तर्हि तत्र तारीयोगः इडागमः, तत्र तत्र गुणः भवति तारे, अनन्तरम् अयादेश तारयितुम् इति अस्ति. समीचीनं, तारयितुम्. अस्तु भगिनि, सम्यक्. तारयितुं तारयितुम् उद्युक्तः. तर्हि अत्र पद्मा भगिनी, अस्तु, महुलमहोदय, इदानीं भवानेव वदतु, अत्र नाविकः अत्र अत्र जनान् इति उक्तमस्ति, किमर्थं अनुक्तः अस्ति अत्र तृतीया विभक्ति जनान् इति आगच्छति? किमिति जनान् इति प्रयोज्यकर्ता अनुक्तः अस्ति अतः तृतीया विभक्ति. तृतीया विभक्तिः अस्ति, द्वितीया क्षम्यताम्, अकारान्त अस्ति, द्वितीया विभक्ति, बहुवचनानि, बहुवचने द्वितीया विभक्तिः अस्ति. अत्र सुब्रह्मण्यं वदतु किमर्थं द्वितीयविभक्तौ अस्ति. त्रुधातुः अकर्मकधातुः, अतः अत्र गतिबुद्धि प्रत्यवसान शब्दकर्माकर्मकाणां अणि सह णौ इति सूत्रमस्ति, अणिकर्ता स णौ इति सूत्रमस्ति, तेन आधारेण अत्र तृ इति अकर्मकधातुः इति भूत्वा किं भवति इत्युक्ते अत्र प्रयोज्यकर्तुः कर्मत्वं स्वीकरोति, अतः तस्य द्वितीया विभक्तिः भवति. हा, इति विषयः सम्यक् अस्ति. अस्तु, अन्ना भगिनी वक्तुमिच्छति वा अग्रिमम् अथवा शृणोति? अहं शृणोमि. किं पुस्तकं महोदय? पुस्तकमस्ति गीताप्रवेशः प्रथमभागः. पुस्तकमस्ति वा सविधे? गीताप्रवेश मम पुस्तकमस्ति, किन्तु भगवद्गीते गीताप्रवेशः प्रथमभागः अस्ति. मम गीतप्रवेश केवलं भगवद्गीता अस्ति, द्वितीयभागः अत्र प्रथमभागः गीतप्रवेशः प्रथमभागः इति पुस्तकं नास्ति. अस्तु अस्तु, PDF इति प्रेषयामः. PDF इति प्रेषयामः अनन्तरम्. अवश्यम् अवश्यं, तत्तु वक्तव्यमासीत्. अस्तु, नास्ति चिन्ता, प्रेषयामः अनन्तरम्. अस्तु, पुष्पा भगिनी वदतु कृपया. महोदय, पत्रं तत्रैव तिष्ठति, अनुजः पत्रं तत्रैव स्थादातु तिष्ठति. किमिति कीदृशधातुः सादातुः कीदृशधातुः अस्ति? सादातुः गत्यर्थः नास्ति. अत्र पत्रं तत्रैव तिष्ठति इति अस्ति. तत्र कीदृशरूपम् अस्ति, नाम धातुः कीदृशः, तस्य वाक्यस्य दर्शनेन स्पष्टं भवति. प्रश्नः अस्ति यत् गतिबुद्धिः प्रति अवसानार्थशब्दकर्म अकर्मकाणाम् इत्यस्मिन् कुत्रचित् स्थाधातुः आगच्छति वा? न, तत्र न आगच्छति महोदय, तत्र न आगच्छति. गतिबुद्धिः गतिः नास्ति नास्ति, किन्तु राजेन्द्र महोदय वदतु. आं महोदय, तत्र तु महोदय स्थाप्यति स्थाधातु तथा आकारान्तधातु अस्ति. न, अत्र स्थाधातुः तस्य स्वभावः कः इति पृच्छामि. तत्र तु गतिबुद्धिः गत्यर्थक धातुः अस्ति चिन्तयामि महोदय. स्थाधातु गत्यर्थकः, नूतनसमाचारः, नूतनसमाचारः कुत्र गच्छति वा? अत्र पत्रं तत्रैव तिष्ठति इति स्मरणवा कि तत्र पत्रं कुत्रचित् गच्छति वा? कर्मकधातुः अस्ति. किमिति? अकर्मकधातुः. अकर्मकधातुः अस्ति. पुष्पभगिनी नास्ति वा अकर्मकः? नाम अत्र अकर्मकधातुः अस्ति इति कारणतः किं भवति? अत्र भवती न एतत् सर्वं भवती जानाति खलु. अत्र निजन्तुवाक्य तत्र धातोः वाक्यं किम्? अनुजः पत्रं तत्रैव स्थापि स्थापयति. तर्हि वाक्यमस्ति अनुजः पत्रं तत्रैव स्थापयति. अत्र प्रयोज्यकर्ता कः? प्रयोज्यकर्ता पत्रं. किमिति पुनः? पत्रमिति प्रयोजकर्ता. तस्य का विभक्तिः? द्वितीयविभक्ति. किमर्थम्? तत्र तत्तु राजेन्द्र महोदय सहायं करोति. आम् महोदय, अत्र तु यः सूत्रम् अस्माकं सूत्रम् अस्ति गतिबुद्धिप्रत्यवसान अष्टशब्दकर्म अकर्मकानाम् अनिकर्ता सन्नौ तेन सूत्रेण अस्ति. अत्र यः प्रयोजकर्ता अस्ति तस्य द्वितीयविभक्तिः भवति यथा अकर्मकधातुः अस्ति तत्कारणात् तत् अनुपत्रं द्वितीयविभक्तिः भवति. हा सत्यं, बहु सम्यक् अस्ति. अस्तु लक्ष्मी भगिनी अग्रे. अहं शालां प्राप्नोमि. अत्र प्रा उपसर्गपूर्वकः आप् धातुः अस्ति, तस्य निजन्तरूपं प्रापयति. अत्र अस्मिन् वाक्ये अहं शालां प्राप्नोमि. ओके, माता मां शालां प्रापयति इति रूपमागच्छति. अत्र आप् धातुः गत्यर्थकधातुः, अतः गतिबुद्धिप्रत्यवसानार्थ शब्दकर्माकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण प्रयोज्यकर्तुः द्वितीयाविभक्तित्वम् अस्ति. अतः माम् अहं शब्दस्य द्वितीयरूपं माम् इति भवति. माता प्रयोजककर्ता. हा सत्यं, गत्यर्थकधातुः तत्र अहमिति प्रयोजककर्ता इति कृत्वा द्वितीयविभक्तिकत्वं भवति. माता मां शालां प्रापयति इति वाक्यम् अस्तु, सम्यक् अस्ति. विद्याभगिनी अग्रे. सेविका कार्यं करोति, गृहस्वामिनी सेविकया कार्यं कारयति. अत्र कृधातु विशिष्टधातूनां मध्ये नास्ति, अतः अत्र प्रयोज्यकर्तृ सेविका, प्रयोज्यकर्त्री सेविका इत्यस्याः तृतीयाविभक्तिगत्वम्. अतः गृहस्वामिनी सेविकया कार्यं कारयति. हा, समीचीनमस्ति. इति विषयः अस्ति. अस्तु, इदानीम् अग्रे गच्छेम. यतोहि समयस्य किञ्चित् अभावः, सर्वं न पठामः, यतोहि बहु समयं यापितवन्तः अस्मिन् विषये. किन्तु तथापि अग्रिमे पाठे गुरोः स्थानम् इति अग्रिमे पाठे तत्र प्रथमभागं तत्र कथा अस्ति. तां कथामिति पठामः. विद्याभगिनी, अहं तत्र भवतीम् अहं म्यूट् कृतवान्. तत्र नाम कनेक्षन् सम्यक् अस्ति न विद्याभगिनः कस्य न विद्याभगिनी इति न अन्य कोऽपि तस्य न तत्र नाम नास्ति. अत्र कस्य म्यूट् अहं कृतवान् इति न जाने. यत्किमपि भवतु नाम, अस्तु. किन्तु इदानीं सम्यक् जातमस्ति. कस्यचित् दूरवाण्यां तत्र ध्वनिः अस्ति इति कृत्वा अहं म्यूट् कृतवान्. अस्तु, इदानीम् अग्रे गच्छेम. श्रूयते वा सर्वैः? अस्तु अस्तु, सम्यक्. तर्हि आम्, अत्र अग्रे गच्छेम. इदानीं कथा अस्ति. अत्र निजन्तम् इति द्वितीयभागः अस्ति. द्वितीयभागः अस्ति. जयन्ति भगिनी पठतु कृपया. महोदय, अत्र गीतैव माता इत्यस्य इति कथा वा? इति न न इति त्यक्त्वा, यतोहि सर्वं इति अग्रे गच्छेम. इदानीम् अग्रिमे पुटे कथा अस्ति. अस्तु, गुरोः स्थानम् इति. एतां कथां पठत. सौपर्णिका नदीतीरे किञ्चन प्राचीनं गुरुकुलम् आसीत्. तत्र कश्चन वयसा ज्ञानेन च वृद्धः गुरुः छात्रान् शास्त्राणि अध्यापयति स्म. शास्त्रज्ञानेन सह लौकिकज्ञानम् अपि भवतु इति धिया सह छात्रान् नानाप्रदेशान् सञ्चारयति स्म. तान् कन्दमूलकाष्ठादीनां सङ्ग्रहणाय वनं गमयति स्म. प्रतिदिनं गुरुकुले शताधिकच्छात्रान् भोजयति स्म. नदी सौपर्णिका इति नदी, तस्य तस्मिन् तीरे गुरुकुलम् आसीत्. तत्र कोऽपि वृद्धः इत्युक्ते ज्ञानी आसीत्. छात्रान् अध्यापयति इत्युक्ते शिक्षयति छात्रान्. शास्त्रज्ञानेन सह लौकिकज्ञानम् अपि पाठयति. धिया इति धिया सह इति धिया इत्युक्ते इति तत्र तृतीया खलु महोदय? धिया इति सह विचिन्त्य इति अर्थः विचिन्त्य. सः छात्रान् नानाप्रदेशान् सञ्चारयति, भिन्नान् देशान् प्रेषयति स्म लौकिकज्ञानं प्राप्त्यर्थं. महोदय, प्राप्त्यर्थं प्राप्त्यर्थम् इति वा? प्राप्तिः प्राप्त्यर्थं अत्र कृतेन इति भवति. कृतेन तान् कन्दमूलकाष्ठादीनां सङ्ग्रहणाय वनं गमयति स्म. छात्रान् वनं गमयति कन्दमूलकाष्ठम् इति अवगच्छामि. कन्दमूल इत्युक्ते सस्यानां मूलं वा काष्ठं स्वीकरणार्थं वनं गमयति छात्रान्. काष्ठं स्वीकरणार्थम् इति न वक्तव्यमस्ति, कथं वक्तव्यमस्ति? काष्ठस्य स्वीकरणार्थं. हा सत्यं. प्रतिदिनं गुरुकुले शताधिकछात्रान् भोजयति स्म, तेषां भोजनमपि कारयति गुरुः. हा इति अस्ति विषयः. सम्यक्. इदानीं किं मेहुलमहोदय, अत्र द्वितीयवाक्ये अत्र गुरुः छात्रान् शास्त्राणि अध्यापयति स्म, अत्र किञ्चित् परिशीलयतु किमस्ति, किमर्थं च अत्र अध्यापनं इति मूलधातुः किमस्ति चेत् अधिपूर्वक अधि उपसर्गपूर्वक ई धातुः अस्ति. हा अधिपूर्वक ई धातुः तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अतिकर्तासनौ इति सूत्रं कार्यं करोति. बुद्धि धातुः बुद्धि अर्थमस्ति, बुद्ध्यार्थमस्ति, अतः प्रयोज्यकर्ता प्रयोज्यकर्तु द्वितीयविभक्ति भवति. अतः छात्रान् बहुवचने छात्रान् इति आगच्छति. किन्तु अत्र किमस्ति, कश्चन भ्रमात्मकविषयः अस्ति, कुत्र बुद्ध्यार्थे अस्ति, कुत्र शब्दार्थे अस्ति. अध्यापयति इति शब्दकर्मार्थे इति कारणतः अति प्रदर्श्यते. अस्य तर्कः कः इति द्रष्टव्यः अस्ति, किन्तु तथा अस्ति यत्किमपि भवतु. नाम तदर्थं द्वितीयविभक्तिः अस्ति छात्रान् इति प्रयोज्य कर्तारः इति कृत्वा. हा छात्रान् इति अस्ति. अस्तु, तदनन्तरं किमस्ति इति राजीभगिनी वदतु अग्रे अग्रिमवाक्ये. तत्र निरन्तवाक्यं किमस्ति, सः छात्रान् प्रदेशान् सञ्चारयति स्म. सञ्चारयति निजन्तधातुः, सञ्चारी निजन्तधातुः, सञ्चारयति क्रियापदं, छात्रान् सञ्चारयति, छात्रान् प्रयोज्यकर्ता, छात्रान् प्रयोज्यकर्ता सञ्चारयति. प्रयोजकर्ता तत्र का विभक्तिः, किमर्थं च इति विषयः. ओ अत्र अत्र अहं चिन्तयामि धिया प्रयोज्यकर्ता इति, किमर्थम् इत्युक्ते सञ्चारयति निजन्तधातु गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्म काणामणि कर्ता मध्ये न न आयाति, नागच्छति वा? अखिलभगिनी साहाय्यं करोतु कृपया. सञ्चारयति गत्यर्थकधातु, क्षम्यतां महोदय, सञ्चारयति गत्यर्थक धातु इति कृत्वा छात्रान् द्वितीयाविभक्ति भवति इति अहं चिन्तयामि. छात्रान् वा अथवा नानाप्रदेशान् वा इति अहं मम किञ्चित् क्लेशः अस्ति. प्रयोज्यकर्ता नानाप्रदेशान् वा अथवा छात्रान् वा पृच्छति वा वदति वा तत्र किञ्चित् क्लेशः. अहं चिन्तयामि अन्यत् छर् इति धातुः, छर् इति धातुः यत्किमपि भवतु, नाम गत्यार्थे इति भाति गत्यार्थकधातुः इति प्रदर्शितमस्ति. प्रायः किमस्ति समुपसर्गपूर्वकः इति कृत्वा सकर्मकः स्यात्, यतोहि चर् धातुः अकर्मकधातुः अस्ति इति मन्ये. तस्य गन्तव्यस्थानं न वक्तव्यमस्ति, चर् चरति, धेनुः चरति, बालकः चरति, किन्तु सञ्चरति, सञ्चरति अपि द्रष्टव्यमस्ति सकर्मकः भवति वा. गत्यार्थकधातुविषये तत्र अस्माभिः तदा वक्तव्यमस्ति यदा धातुः सकर्मकः, तदानीम् अस्मिन् प्रसङ्गे वक्तव्यमस्ति. यथा अट् धातुः अत्र, किन्तु गत्यर्थकानां धातूनां यथा गच्छति, अटति, सञ्चरति इत्यादयः इति पीडिएफ् मध्ये अस्ति महोदय. हा, तदर्थं वदामि, तदेव तस्मिन्नेव विषये वदामि. अत्र सञ्चरति इति गत्यार्थकः अस्ति प्रदर्श्यते, किमर्थमिति द्रष्टव्यमस्ति. सम् उपसर्गपूर्वकः इति कृत्वा सकर्मकः जातः वा इति प्रश्नः, यतोहि चर् धातुः कर्मकः. किन्तु सम् उपसर्गपूर्वकः कदाचित् तथा भवति यत् इदानीं सकर्मकः जातः. हा, अखिलभगिनी किञ्चित् सहायं करोतु, अत्र प्रयोज्यकर्ता कः? आं महोदय, अत्र प्रयोज्यकर्ता अस्ति छात्रः. तर्हि छात्रः इत्यस्य द्वितीया विभक्ति भवति सन् उपसर्गपूर्वक चर् धातुः गतियत् धातुः इति स्वीकुर्मः चेत् तत्र गति बुद्धिप्रत्यवसान प्रत्यवसानार्थशब्दकर्मक कर्मकाणाम् अनिकर्ता सन्नौ इति सूत्रेण तर्हि सः छात्रान् सञ्चारयति इति भवति. नानाप्रदेशान् इति कर्मपदम् इति कृत्वा तस्यापि तृतीया विभक्ति भवति वा? हा, सत्यमस्ति. तत्र अत्र नानादेशान् इति अत्र सम् उपसर्गपूर्वकः चार् इति अत्र प्रमाणितमस्ति यत् सकर्मकः अस्ति, यतोहि प्रदेशान् सञ्चारयति स्म इति. चरति चर् धातोः तथा न भवति इति मन्ये, किन्तु सम् उपसर्गपूर्वकत्वं जातमस्ति इति कृत्वा प्रायः सकर्मकत्वम् आगतमस्ति. अत्र राजीभगिनी, अत्र छात्रान् इति नाम कं सञ्चारयति स्म इति अस्मिन् प्रश्ने, तत्र प्रदेशान् इति न, तत्र छात्रान् इति, अतः प्रयोजकर्ता अस्ति छात्रान्. अस्तु, अग्रिमवाक्यमस्ति, मेहुल महोदय वदतु. तान् कन्दमूलकाष्ठादीनां सङ्ग्रहणाय वनं गमयति स्म. अत्र गमयति इति मिञन्तरूपं गम् धातुः अस्ति. गम् धातुः गत्यार्थकः अस्ति, अतः गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् इति सूत्रेण गमि इति णिजन्तरूपस्य धातुः गमयति इति रूपं भवति. अथ अनन्तरं वन इति प्रयोज्यकर्ता कः इति, प्रयोज्यकर्ता वनम् अहं चिन्तयामि प्रयोज्यकर्ता वन इति अस्ति. अत्र उपरितने वाक्ये यथा वयं दृष्टवन्तः, छात्रान् सः गुरुः छात्रान् नानाप्रदेशान् सञ्चारयति स्म. शृणोतु एकवारम्, अत्र सः छात्रान् नानाप्रदेशान् नाम यत्र सञ्चारयति स्म तत्र तत्र नानाप्रदेशान् इति कृत्वा अत्र कर्मफलमस्ति वस्तुतः गन्तव्यस्थानं नानाप्रदेशान् सञ्चारयति स्म. अत्र किन्तु प्रयोजकर्ता कः? सः छात्रान् नानाप्रदेशान् सञ्चारयति स्म. अत्र प्रयोजकर्ता कः? छात्रान्. हा, तर्हि अग्रिमे वाक्ये, अग्रिमवाक्ये तान् इति प्रयोज्यकर्ता, अतः द्वितीयविभक्ति तान्. हा, स च गुरुः तान् छात्रान् वनं गमयति स्म इति वाक्यमस्ति. वनमिति गन्तव्यस्थानमस्ति, कर्मपदम्, अतः कर्मप. हा, सत्यं, बहु सम्यक् अस्ति. अस्तु, सरला भगिनी, अग्रिमवाक्यं, प्रतिदिनं. प्रतिदिनं गुरुकुले शताधिकछात्रान् भोजयति स्म. शताधिकछात्रान् इति भवति प्रयोजकर्ता अनुक्ते द्वितीया विभक्ति प्रत्यावासार्थकम् इति अस्ति अतः तस्य द्वितीया विभक्तिः अस्ति अत्र गुरु न दत्तमस्ति गुरु अस्ति प्रयोजककर्ता हा सत्यं भोजयति स्म छात्रान् इति भोजयति स्म अत्र भोजयति इति उक्तमस्ति साक्षात् नाम तत्र प्रत्यावसानार्थे इति कृत्वा हा सत्यं सत्यं भोजयति इति समीचीनमस्ति अत्र भोजयति कस्य निजन्तरूपम् अस्ति भुज् धातु बोधयति तस्य पुगन्तलघुपदस्य इति सूत्रेण भवति भोजयति हा भुज् धातुः भोजयति भुज् भुङ्क्ते इति अनिजन्तरूपम् अस्ति अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि हा पद्माभगिनी अग्रे पठतु कृपया महोदय सः गुरुः कदाचित् त्रिवेण अनारोग्येण सम्पीडितः अभूत् गुरुः अचिरादेव मारयिष्यति इति छात्राः अवगच्छन् यदि गुरुः कीर्तिशेषः भविष्यति तर्हि अस्मान् को वा त्रायते इति विचिन्त्य दुःखितमनसः ते गुरुम् उपश्रुत्य अवदन् गुरो भवतः अभावे अस्मान् को वा उद्धरति को वा शास्त्राणि उपदिशति इति अर्थः कः अत्र गुरु अनारोग्येण बाधित पीडितः अस्ति छात्राः गुरुः परिस्थिति अवगच्छन्ति इत्येन चिन्तिताः अस्ति यदि गुरु अकस्मात् मरिष्यति मारितेन केन गुरु स्थानं स्वीकृतवती इति आशयः सम्यक् सम्यक् इति अस्ति तर्हि अत्र पुष्पावगिनी प्रथमं वाक्यं पठतु कृपया सः गुरुः पुष्पावगिनी अस्ति अस्तु अग्रे तर्हि राजेन्द्र अस्तु महोदय सः गुरुः कदाचित् तीव्रेण अनारोग्येण सम्पीडितः अभूत् तत्र अत्र अभूत् इति अभूत् तस्य अर्थः कः अभूत् अभवत् अभवत् इति लङ् लकारः अभूत् इति लूङ् लुङ् नकारः द्वितीयं वाक्यं गुरुः अचिरादेव मरिष्यति इति छात्राः अवगच्छन्. तत्तु अचिरात् इति अचिरादेव अचिरादेव अचिरात् एव अचिरात् इति अचिरात् तत्क्षण न समीपं समीपं शीघ्रमेव शीघ्रमेव मरिष्यति इति मरिष्यति इति समीपम् इति अस्ति. अग्रे राजेन्द्रमहोदय अग्रे यदि यदि गुरुः कीर्तिशेषः भविष्यति तर्हि अस्मान् को वा त्रायते. यदि गुरुः कीर्तिशेषः भविष्यति कीर्तिशेषः इत्युक्ते महोदय न न अवगच्छामि. यस्य कीर्तेः शेषः भवति सः कीर्तिशेषः इति बहुव्रीहि समासः. कीर्तिः इति जानाति खलु कीर्तिः कीर्तिः कीर्तिः इत्युक्ते तस्य प्रसिद्धिः प्रसिद्धिः खलु. यदि शेषः इति समाप्तः आमां यथा सः अनारोग्येन पीडितः आसीत् तत्कारणात् तत् गुरुः कीर्तिशेषः भविष्यति तर्हि कीर्त्याः शेषः यस्य सः अति सः कीर्तिशेषः बहुव्रीस्मासः. तर्हि अस्मान् छात्राः चिन्तयन्ति तत् अस्मान् को वा त्रायते अस्माकं अध्यापयति त्रायते इत्युक्ते त्रायते इति त्राणं तत्र मुक्तिम् इति तादृश अर्थः अस्ति. मुक्तिं कारयति इति त्रायते इति त्रै धातुः त्रै भुवादिगणे त्रै धातुः त्रै शब्दे त्रायते इति आयादेशः भवति त्रायते त्राणं करोति त्राणमिति जानाति वा त्राणम् आम् मोदं जानामि प्रयावाचिशब्दः कः अस्ति परन्तु अक्रास् टेकिङ्ग् अक्रास् कैण्ड् आफ़् हा हा हा इति तादृशार्थः अस्ति. भविष्यति तर्हि अस्मान् को वा त्रायते अस्मान् इति तत्र का विभक्तिः अत्र महोदय द्वितीयविभक्ति बहुवचनं हा किमर्थं द्वितीयविभक्तौ अत्र तु छात्राः वदन्ति ते तेषां चिन्तनम् आसीत् अस्मान् अस्माकं माम् अत्र अस्मान् अत्र बहुवचनरूपम् अस्ति तत्र द्वितीयविभक्ति त्रायते इति निजन्तम त्रायते न महोदय तत्र तु निजन्तरूपं नास्ति तत् अहं चिन्तयामि तत्र तु आत्मनेपदे रूपम् अस्ति एकवचनम् अस्ति हा सत्यं हा बहु समीचीनमस्ति तथा अस्ति. लक्ष्मी भगिनी अग्रे अत्र केवलं त्रायते इति सकर्मकधातुः अस्ति कृत्वा अस्मान् इति कर्मपदं तावदेव हा अस्तु अग्रे लक्ष्मी भगिनी इति विचिन्त्य दुःखितमानसः ते गुरुम् उपसृत्य इत्थम् अवदन् गुरो भवतः अभावे अस्मान् को वा उद्धरति को वा शास्त्राणि एकं वाक्यं एतत् सर्वं पठितम् अस्माभिः इदानीं प्रथमम् एकं वाक्यं पठित्वा वदतु अत्र विचिन्त्य इति ल्यवन्तपदम् इत्युक्ते चिन्तयित्वा दुःखितमानसः दुःखितमनसः इत्युक्ते अत्र छात्राः दुःखितमनसाः भवन्ति मनसाः इति न अत्र किमस्ति अग्रे पठिष्यामः एतत् सर्वम् अग्रे पठिष्यामः अस्मिन्नेव पुस्तके अत्र समस्तपदमस्ति समस्तपदमस्ति नाम संयुक्तपदमस्ति दुःखितं दुःखितं मनः मनः तत्र नपुंसकलिङ्गशब्दः अस्ति खलु मनस् दुःखितं मनः अत्र किमस्ति यत् बहुव्रीहिसमासे प्रायः पूर्वपदम् उत्तरपदमस्ति समासे तत्र पूर्वपदं भवति उत्तरपदं भवति अत्र प्रथमपदं तत्र पदद्वयमस्ति खलु दुःखित अपि च मनसः अत्र किमस्ति बहुव्रीहिसमासे तत्र पूर्वपदं सामान्यतया सर्वदा न किन्तु सामान्यतया विशेषणमस्ति अत्र तथा अस्ति दुःखितं मनः दुःखितं मनः किन्तु अत्र मनः इति मन तत्र स्वयं छात्रः मनः इति न तत्र छात्रस्य मनः भवति छात्रः एव मनः इति न षष्ठीविभक्तिः न इत्युक्ते अत्र अग्रे पठिष्यामः किन्तु अत्र यथा सामान्यतया वदामः समस्तपदमस्तु सुन्दरः बालकः अत्र सुन्दर बालकः स्वयं सुन्दरः अस्ति कर्मधारीसमासं कृत्वा सुन्दरबालकः एकं पदं तत्र एकं पदमस्ति सुन्दरबालकः इति एकं पदमस्ति किन्तु अत्र सुन्दरबालकः गच्छति सुन्दरः बालकः गच्छति इत्यस्मिन् वाक्ये बालकः स्वयं गच्छति दुःखितः मनसः गच्छन्ति इत्यस्मिन् वाक्ये तत्र मन इति मनः इति स्वयं न गच्छति वस्तुतः छात्राः गच्छन्ति इति कृत्वा अत्र बहुभिः समासः इति वदामः यतोहि षष्ठी इति प्रायः अवगतवती अत्र दुःखितं मनः यस्य सः दुःखितं मनः यस्य सः तत्र दुःखितमनाः एकवचने अत्र मनस् इति शब्दः नपुंसकलिङ्गशब्दः किन्तु अत्र यतोहि छात्रस्य विशेषणं जातम् अतः यद्यपि मनस् इति शब्दः नपुंसकलिङ्गशब्दः तथापि अत्र छात्रस्य विशेषणं जातमस्ति इति कृत्वा इदानीं पुल्लिङ्गशब्दं मत्वा तस्य रूपाणि कल्पनीयानि सन्ति इति कृत्वा एकवचने दुःखितमनाः इदानीं तत्र यथा सकारान्त पुल्लिङ्गशब्दः इति मनः मनसि मनांसि इति न दुःखितमनः एकवचने दुःखितमनाः छात्रः दुःखितमनसौ छात्रौ दुःखितमनसः छात्राः अत्र यथा यः कोऽपि हलन्तसामान्यपुल्लिङ्गशब्दः अस्ति तत्र बहुवचने यथा किं वा तत्र वाक् वाचः इति वाचः इति तत्र बहुवचने अस्ति खलु अत्र सकारान्तशब्दः अस्ति इति कृत्वा मनसः इति पुल्लिङ्गे पुल्लिङ्गे अत्र बहुवचने अस्ति अत्र दुःखितमनसः दुःखितमनाः दुःखितमनसौ दुःखितमनसः इति बहुवचने अस्ति इदानीम् अत्र छात्राः इत्यस्य विशेषणं दुःखितमनसः छात्राः स्पष्टं खलु दुःखितमनसः छात्राः ते अग्रे ते इत्युक्ते अत्र छात्राः महोदय एकनिमिषः महोदय अत्र किं मम सङ्गणिका क्षम्यतां महोदय वदामि दुःखितमनसः छात्राः अत्र दुःखितमनसः एक बहुवचने अस्ति ते इत्युक्ते अत्र छात्राः एव गुरुं द्वितीयविभक्ति एकवचनं उपसृत्य अत्र उपसर्गपूर्वकः श्रुधातुः अत्र ल्यबन्तरूपम् उपसृत्य इत्थम् अवदन् इत्युक्ते लङ् बहुवचनं प्रथमपुरुष छात्राः अवदन् हा अस्तु, बहु समीचीनमस्ति इति वाक्यमस्ति. अग्रे विद्याभगिनी अग्रे. गुरो, भवतः अभावे अस्मान् को वा उद्धरति? इत्युक्ते छात्राः गुरो इति सम्बोधनं कुर्वन्ति. भवतः अभावे अस्मान् को वा रक्षति? इत्युक्ते यदि भवान् मरिष्यति तर्हि अस्मान् कः वा रक्षति? को वा शास्त्राणि उपदिशति? इत्युक्ते कः वा शास्त्राणि पाठयति? हा, अत्र अस्मान् अस्मान् इति द्वितीयविभक्तौ किमर्थम्? अस्मान् इति अत्र कर्मपदम् अस्ति. उद्धरति इति निजन्तरूपं वा? उद्धरति निजन्तरूपं नास्ति. उत् उपसर्गपूर्वकः दृ इति धातुः. समीचीनमस्ति. सकारान्तमस्ति. अस्तु, अग्रे भवती एव पठतु अग्रे. गुरुः गुरुः मन्दम् उत्थाय एकेन हस्तेन कमण्डलुम् अपरेण च दण्डं गृहीत्वा नदी अभिमुखम् अचलत्. शिष्याः तम् अन्वसरन्. सर्वे नदीतीरं प्राप्नुवन्. तत्र उपविष्टः गुरुः कञ्चन शिष्यम् आहूय कमण्डलुं च प्रधाय नदीजलम् आनय इत्यादिशत्. शिष्यः आज्ञानुगुणं कमण्डलुं जलेन पूरयित्वा प्रत्यर्पितवान्. तर्हि अत्र गुरुः मन्दम् उत्थाय एकेन हस्तेन कमण्डलुम् अपरेण च दण्डं गृहीत्वा. तर्हि गुरुः इदानीं रुग्णः अस्ति. सः मन्दम् उत्थाय एकस्य हस्ते कमण्डलु, अपरस्य हस्ते दण्डं गृहीत्वा नदीतीरे अगच्छत्. तर्हि तत्र शिष्याः गुरुम् अनुसरन्. नद्यभिमुखम् इत्युक्ते नद्याः समीपे. अभिमुखम् इति दिशि. तत्र समीचीनमस्ति. अग्रे शिष्याः तम् अन्वसरन् इत्युक्ते शिष्याः गुरुम् अनुसरन् अन्वसरन् अनुगच्छन्. सर्वे नदीतीरं प्राप्नुवन्. सर्वे नदीसमीपम् अगच्छन्. तत्र उपविष्टः गुरुः कञ्चनं शिष्यम् आहूय कमण्डलं च प्रदाय नदीजलम् आनय. तर्हि गुरुः उक्तवान् एकं छात्रम् आहूय नदीजलम् आनय, कमण्डलं नदीजलम् आनय इति उक्तवान्. शिष्यः आज्ञानगुणम् आज्ञां प्रदाय इत्युक्ते ल्यबन्तरूपम् इत्युक्ते दत्त्वा, कमण्डलं दत्त्वा. सत्यं सत्यं. शिष्यः आज्ञानुगुणं कमण्डलं जलेन पूरयित्वा प्रत्यागतवान्. तर्हि शिष्यः कमण्डलं जलम् आनय तत्र पुनः आगतवान्. आगत्य गुरोः हस्ते कमण्डलं दत्तवान्. हा, अस्तु, सम्यक् अस्ति. अग्रे अग्रे सुब्रह्मण्यं वदतु अग्रे. आं महोदय, गृहीतकमण्डलं गुरुः शिष्यान् क्रमेण आगन्तुम् असूचयत्. ततः उपविष्टान् छात्रान् कमण्डलौ विद्यमानं जलं किञ्चित् किञ्चित् अपाययत्. तज्जलं छात्राः पवित्रं तीर्थमिति मत्वा अपिबन्. यदा सर्वेपि शिष्याः जलम् अपिबन् तदा कमण्डलुः रिक्तः अभूत्. तदा गुरुः अपरं शिष्यं समाह्वयत्. तेन पुनरपि जलम् अनाययत्. सर्वेभ्यः पुनरपि जलं वितीर्णवान् च. अत्र यदा शिष्यः गुरवे जलं दत्तवान् तदा गुरुः क्रमेण शिष्यान् तज्जलं अपाययत् किञ्चित् किञ्चित् नीत्वा. अत्र पा धातुः अस्ति, अपाययत् इति अत्र निजन्तलङ्लकाररूपमस्ति, अपि च अत्र पाधातुः भूत्वा अत्र छात्रान् इति अत्र द्वितीयविभक्तौ भवति. गतिबुद्धिप्रत्यवसानार्थ तेन सूत्रेण छात्राः जलं तीर्थम् इति चिन्तयित्वा अपिबन्. यदा सर्वे शिष्याः जलं पीतवन्तः कमण्डलुः तस्मिन् किमपि जलं नासीत्, अतः पुनः जलम् आनेतुं शिष्यम् उद्युक्तवान्. तथा सर्वे छात्राः जलं स्वीकृतवन्तः. अत्र समीचीनमस्ति. अत्र तर्हि प्रथमपदं कीदृशमस्ति? किञ्चित् महोदय, गृहीतकमण्डलुः गुरुः शिष्यान् क्रमेण आगन्तुम् असूचयत्. अत्र गुरुः असूचयत् इति अस्ति, आगन्तुम् असूचयत्. अत्र तु साधारणवाक्यमेव अस्ति, गुरुः शिष्यान् क्रमेण आगन्तुम् असूचयत्. अत्र सूचनां दत्तवान् इत्यस्मिन् अर्थे. अत्र सूचयति इति प्रायः चुरादिगणीय इति चिन्तयामि महोदय. अत्र गृहीतकमण्डलुः गुरुः, अत्र पुनः इदानीमेव वयं दृष्टवन्तः किल महोदय, गृहीतकमण्डलुः इति प्रायः अत्र अत्र गुरुः इत्यस्य विशेषणमस्ति. यदा वयम् इदानीमेव दृष्टवन्तः अत्र दुःखितमनसः इति, तादृशस्थितिः एव इति चिन्तयामि. परन्तु तस्य विवरणं कथं करोमि इति इदानीं सम्यक्तया न जानामि. न अग्रे अग्रे वयं करिष्यामः. किन्तु सत्यं भवता यदुक्तं तत्तु बहु सम्यक् अस्ति. पूर्वमपि यथा वयं दृष्टवन्तः, दुःखितमनसः इति यतोहि स्वयं छात्रः मनः नास्ति इति कृत्वा, यथा सुन्दरः बालकः इत्यस्मिन् तत्र समस्तपदे तत्र बालकः स्वयम् अस्ति बालकः, किन्तु अत्र दुःखितमनसः इति छात्रः स्वयं मनः नास्ति. अत्रापि तथा सत्यं भवता उक्तं. गृहीतकमण्डलुः अत्र गुरोः विशेषणमस्ति इति कृत्वा कमण्डलुः इत्यस्मिन् अर्थे नास्ति. किन्तु उपरि आसीत् अत्र बहुविधसमासे, तत्र द्वितीयार्थे बहुविधसमासः, द्वितीयार्थ, तृतीयार्थ, चतुर्थार्थ, पञ्चमार्थ. अत्र दुःखितं मनः यस्य सः, यत्र यस्य अस्ति, यस्य मनः इति कृत्वा षष्ट्यर्थबहुव्रीहिसमासः इति वक्तव्यमस्ति. अत्र तथा चिन्तनीयमस्ति. अत्र गृहीतकमण्डलुः गुरुः इति विग्रहवाक्यम्, अत्र गृहीतः कमण्डलुः इति गृहीतः इति विशेषणमस्ति कमण्डलुः इति अस्य, किन्तु कमण्डलुः इत्युक्ते गुरुः इति न इति कृत्वा एकं पदमपेक्षितमस्ति मध्ये, यस्य यस्माद् यत्किमपि वक्तव्यमस्ति. तच्च पदं किं स्यात् इति अस्माकं प्रश्नः अस्ति. गृहीतः सम्यक् तदेव अस्ति महोदय, बहु सम्यक् अस्ति. गृहीतः कमण्डलुः येन सः गुरुः इति तावदेव अस्ति, बहु सम्यक् अस्ति. अग्रे वयं पठिष्यामः तत्सर्वं. गृहीतः कमण्डलुः येन सः गुरुः इति कृत्वा तृतीयार्थ बहुव्रीहिसमासः अस्ति, तावदेव अस्ति, बहु सम्यक्. गृहीतः कमण्डलुः येन सः गुरुः इति अस्तु. अग्रे गच्छेम. इदानीं जयन्ती भगिनी वदतु, न पठितवती एव, सरला भगिनी वदतु. सरला भगिनी, अत्र पुनः तेन पुनरपि जलं आनाययत् इति कीदृशम्? आना व्ययत् इति ऋजन्तपदम् अस्ति लङ् लकारे प्रथमपुरुष एकवचन तेन भवती प्रयोजकर्ता पुनरपि जलम् आनाययत् उपसर्गनी धातु आनी तस्य ऋजन्त भवति आनयि नी धातु तस्य नै भवति नाय भवति आनयि नाययत् लङ्लकारे भवति लङ्लकारे आ उपसर्गपूर्वकः अड् आगमः अस्ति नाययत् इति आयुगः आ इति एव भवति आनाययत् इति सत्यमस्ति इदानीं प्रयोजकर्ता कः प्रयोजकर्ता तेन तृतीया भवति कारणकी गत्यार्थम् इति वार्तिकेन नीवर्यो न इति वार्तिकेन द्वितीया विभक्ति न भवति तृतीया विभक्ति भवति तत्र तेन बहु सम्यक् अस्ति बहु सम्यक् अस्तु अग्रे गच्छेम अखिलभगिनी पठतु कृपया अधुनापि शिष्याः यथा पूर्वं जलम् अपिबन् जलं वितीर्य सम्बन्धहासं गुरुः अवदत् सम्प्रति गुरोः स्थानं किम् इति ज्ञातं खलु अग्रे भवद्भिः किं कर्तव्यम् इति अवगतं खलु इति तर्हि यथा पूर्वं शिष्याः इदानीमपि तत्र यः यत् जलं गुरुणा दत्तं तत् स्वीकृतवन्तः पुण्यतीर्थम् इति मत्वा यदा जलं सम्पूर्णं दत्तम् इति तत्र तस्य वितीर्णम् अभवत् तदा गुरुः हसित्वा उक्तवान् इदानीं गुरोः आवश्यकता का इति अवगतवन्तः इति भाति अग्रे किं कर्तव्यम् इति अपि प्रायः अवगच्छेत् इति पृष्टवान् अस्तु समीचीनमस्ति अग्रे अग्रे अन्तपर्यन्तं पठतु कृपया अस्तु महोदय गुरोः वचनं शिष्याणां विचित्रम् इव अभासत नैव इति ते शिरः अकम्पयन् तर्हि गुरोः प्रश्नः श्रुत्वा शिष्याः तत्र न अवगतवन्तः गुरोः तत्र मनसि किम् अस्ति इति तर्हि ते तथैव उक्तवन्तः न इति गुरुं प्रति तर्हि तदा गुरुः प्रहसन् अवदत् अयि प्रियशिष्याः मया एतावन्ति दिनानि तथैव कार्यं कृतं यदद्य कृतं वर्तते ज्ञाननदी भवतां पुरतः प्रवहन्ती अस्ति अहम् इमं लघुकमण्डलं ज्ञाननदीजलेन पूरयित्वा भवतः सर्वान् पाययामि स्म भवन्तः श्रद्धया तत् पिबन्ति स्म इतः परं न अहमस्मिन् लोके भविष्यामि अस्मान् को वा परित्रायेत इति भवन्तः अधुना पृच्छन्तः सन्ति न कापि चिन्ता करणीया यतः भवतां पुरतः एव ज्ञाननदी प्रवहन्ती वर्तते अहं न भविष्यामि नापि मे कमण्डलू भविष्यति तथापि भवन्तः स्वयमेव साक्षात् ज्ञाननदीतः यथेच्छं जलं स्वीकर्तुं शमन्ते अतः वृथा दुःखेन कालहरणं मा कुर्वन्तु ज्ञानार्जने च प्रवृत्ताः भवन्तु श्रेयोस्तु इति गुरोः वचनेन शिष्याः प्रमुदिताः अभवन् तर्हि इदानीं गुरुः पुनः हसित्वा उक्तवान् प्रियशिष्याः इदानीं यद् अहं कृतवान् तदेव एतावत् पर्यन्तं कृतवान् आसीत् इत्युक्ते ज्ञाननदी ज्ञानधारा अस्माकं सर्वेषां पुरतः अस्ति एव यथा नद्याः जलं कमण्डलं पूरयित्वा दत्तवान् तद्वत् ज्ञाननदीतः मम लघु कमण्डलं पूरयित्वा तस्मात् भवतः पाठितवान् यथा ते नदी जलं पीतवन्तः तद्वत् तत्र ज्ञानमपि प्राप्तवन्तः. इत अनन्तरम् इत्युक्ते यदा मम मृतः भविष्यति, अहं मृतः भवामि, तदा अस्मिन् लोके अहं न भविष्यामि, मम कमण्डलम् अपि न अत्र भविष्यति. परन्तु अपि च भवन्तः सर्वे इदानीं को वा मां रक्षति इति रक्ष्येत इति रक्ष्येत् इति पृच्छन्ति. परन्तु तस्मिन् विषये किमपि चिन्तायाः आवश्यकता नास्ति. यथासामान्यं ज्ञाननदी अस्माकं पुरतः प्रवहन्ती अस्ति एव. यद्यपि अहं न अत्र भविष्यामि, मम कमण्डलमपि न भविष्यति, तथापि भवन्तः साक्षात् इत्युक्ते समर्थः भवन्तः सर्वे समर्थाः सन्ति इति कृत्वा ज्ञाननदीतः स्वयमेव जलं स्वीकर्तुम् अर्हति. इत्युक्ते गुरोः इति कश्चन आवश्यकता कस्यचित् अपि आवश्यकता नास्ति. भवतः एव क्षमा अस्ति ज्ञाननदीतः जलं स्वीकर्तुम् इति कृत्वा दुःखस्य दुःखं मा कुर्वन्तु, तत्र श्रेयः भवतु इति इति उक्तवान्. यदा गुरोः वचनं शिष्याः श्रुतवन्तः, ते अपि तत्र सन्तुष्टाः अभवन्. अत्र पाययामि इति एकमेव पदमस्ति महोदय, तत्र पि इति धातुः, तत्र भवतः सर्वान् पाययामि इति, तत्र सर्वान् इति प्रयोज्य कर्तु द्वितीयाविभक्तिरूपं प्राप्नोति. तत्र गति गतिबुद्धिप्रत्यवसान प्रत्यवसान प्रत्यवसानार्थशब्दकर्म अकर्मकाणां अनिकर्ता सनौ इति सूत्रेण इति चिन्तयामि. हा हा हा, सत्यं बहु सम्यक् अस्ति. अस्मिन्नेव वाक्ये अत्र भवतः इति का विभक्तिः? भवतः इति षष्टिविभक्तिः खलु? न न, क्षम्यतां क्षम्यतां क्षम्यतां, द्वितीयाविभक्ति बहुवचनं. हा सम्यक् सम्यक् अस्ति. भवतः सर्वान् हा इति विशेषणविशेषभावः अस्ति खलु. अस्तु, समीचीनमस्ति. अत्र च शीघ्रमेव वदामि, अत्र वितीर्णवान् अपि अस्ति. तत्र वितीर्य अत्र धातुः कः? सरलाभगिनी वदतु, क धातुः कः? विपसर्ग भूत्वा त्रि धातु भवति. हा, दीर्घकारान्तधातुः अस्ति, त्र इति धातुः अस्ति. वितरति, वितरणं, वितीर्य इति रूपाणि सन्ति. हा, अपि च तत्र क्षमन्ते अन्ततो गत्वा अस्ति, जलं स्वीकर्तुं क्षमन्ते. क्षमन्ते अत्र क्षम धातुः अस्ति, भुआदिगणे क्षमते इति अस्ति बहुवचने, क्षमन्ते. अस्तु, हा बहु सम्यक् अस्ति. किञ्चिदेव समयः अस्ति, अग्रे पश्यामः. किम् अत्र अस्मिन् अध्याये तत्र बहूनि उदाहरणानि सन्ति, अस्माकं तत्र अभ्यासाय भवति इति अवश्यमस्ति. अग्रे अग्रे प्रश्नमस्ति, गुरोः वचनं शिष्याणां विचित्रम् इव अभासत. हा हा हा, तदपि वक्तव्यमासीत्. हा, गुरोः वचनं शिष्याणां विचित्रम् इव अभासत. अत्र वैचित्र्यमस्ति वा? न न, इत्युक्ते वैचित्र्यम् अस्ति चेत् तेषां वैचित्र्यम् इति वक्तुं शक्नुमः इति मन्ये. वैचित्र्यमिति तेषाम् इति नाम भवत्याः कृते वैचित्र्यम् अस्ति अस्ति अत्र इति कृत्वा. अत्र किमर्थं वैचित्र्यम्? तत्र किमर्थं षष्ठी इति? अत्र षष्टिविभक्तिः तत्र सर्वेषां तत्र सर्वान् अनुकरोति इति द ग्रेट् मिमिकर् इति वदामः षष्टिविभक्तिः. तत्र षष्टिविभक्तिः विकल्पेन बहुत्र भवति, बहुत्र भवति विकल्पेन. अत्र तृतीया अपि भवति भवति स्म शिष्यैः. गुरोः वचनं शिष्यैः विचित्रम् इव अभासत. वस्तुतः तत्र तृतीयार्थे अस्ति, किन्तु षष्ठी इति केवलम् अनुकरणम् इति कृत्वा शिष्याणाम् इति. यथा इदानीन्तनकालः विचित्रः इति मम भाति. मम अत्र मम इति साधारणतया वदन्ति इति मम भाति. वस्तुतः भाधातोः तत्र सहितप्रयोगः साधारणतया षष्ठी भवति मम भाति. तत्र अस्माकं अस्माकं भाति अत्र भाधातुः अस्ति. अभासत तत्र न भाधातुः इति नास्ति, किन्तु तादृशप्रयोगः अस्ति. मम भाति शिष्याणां विचित्रमिति इव अभासत. तादृश अर्थे तत्र षष्ठी विभवति, षष्ठी बहुत्र भवति, किन्तु तृतीया अपि भवितुमर्हति स्म. अस्तु, समीचीनमस्ति. शीघ्रमेव तत्र लघु अभ्यासः अस्ति. अग्रिमे पुटे अत्र तृतीयः अभ्यासः, तृतीयः अभ्यासः अस्ति इति राजीभगिनी पठतु कृपया. गुरुः अध्यापयति, छात्राः अधीयते इति अनिजन्तरूपं प्रेषणमस्ति. गुरुः कुत्र कुत्र महोदय? अग्रिमे अग्रिमे पुटे अभ्यासः तृतीयः. अस्तु अस्तु. गुरुः अध्यापयति, छात्राः अधीयते. अत्र अग्रे अग्रे केवलम् अभ्यासं कुर्मः, समयः नास्ति. गुरुः छात्राः सञ्चारयते. अनिजन्तरूपं सञ्चरते, छात्राः सञ्चरन्ते. तत्र पदस्मैपदी अस्ति, पदस्मैपदी अस्ति अपि च बहुवचने. बहुवचने सञ्चरन्ति छात्राः, सञ्चरन्ति इति अस्ति. अस्तु, मेहुलमहोदय अग्रे. गुरुः गमयति, गुरुः गच्छति. न, गुरुः इति चेत् तत्र छात्रः. ओ आम् आम्, छात्रः गच्छति. गुरुः गमयति, छात्रः गच्छति. अस्तु, पुष्पा भगिनी अग्रे. भगिनी नास्ति, पुष्पा भगिनी तत्र. गुरुः अपाययत्, छात्राः एकवचने. अस्तु, छात्राः बहुवचने करोतु. छात्राः अपाययत् अनिजन्तरूपं राजेन्द्रमहोदय वदतु तत्र. अपि लङ्लकारे छात्राः पिबन्ति, लङ्लकार अपिबत्, छात्राः अपिबन्. अत्र पादापि नास्ति वा अपायय? तत्र पादातु अस्ति, तत्र अपायन् भवति, लङ्लकारः अस्ति. न न न न, अत्र अनिजन्तरूपं तत्र तत्र धात्वादेशः पिब, पिबति धात्वादेशः, पादातोः पिबति. अस्तु, भुवादिगणे तत्र पिब इति पिब धातोः पिब इति धात्वादेशः अस्ति. अस्तु, अपिबन् भवति. हा इति अस्ति. लक्ष्मी भगिनी अग्रे गुरुः. गुरुः आनाययत् अत्र निजन्त लङ् रूपम् अस्ति. छात्रः अनयत्. न न गुरुः आनाययत्. आ उपसर्गपूर्वकः नी धातुः. आं महोदय तत्र आ उपसर्गपूर्वकः अस्ति खलु. आ तर्हि किं भवति रूपम्? हा विद्याभगिनी साहाय्यं करोतु. पुनः न श्रूयते किमपि. हा हा छात्रः आनयत्. आनयत् तत्र नयति इत्यस्य अनयत् खलु लक्ष्मीभगिनी. नयति इत्यस्य अनयत् किन्तु आनयति इत्यस्य आनयत् न वा? अस्तु अस्तु समीचीनमस्ति. अपि च तत्र जयन्ती भगिनी अन्तिमं गुरुः. गुरुः पाययति छात्राः पिबन्ति. हा पिबन्ति इति अस्ति. अस्तु समयः जातः. मया चिन्तितं ततः अग्रे गन्तुं शक्ष्यामः किन्तु वस्तुतः अस्य अभ्यासः सम्यक् अस्ति. अग्रे बहूनि उदाहरणानि दत्तानि सन्ति. तत्र भवतां सर्वेषाम् अनुमतिः अस्ति चेत् तत्र अग्रे नाम तत्र भवतां सर्वेषां नाम किं वक्तव्यमस्ति? बोर्डम् अस्ति वा अथवा अस्मिन् तत्र अभ्यासः सम्यक् अस्ति वा? मम चिन्तनमस्ति कर्तुं शक्नुमः अग्रे कर्तुं. हा वस्तुतः अग्रे अग्रे अस्मिन् प्रायः अग्रिमे सप्ताहे समापयितुं शक्ष्यामः. अत्र बहूनि उदाहरणानि सन्ति. तत्र ते तत् ज्ञानाय भवति इति अहं मन्ये. येन विस्मरणं न स्यात् नाम शीघ्रमेव अस्माकं पुस्तकं पुस्तकस्य समाप्तिः गच्छतु इति लक्ष्यं नास्ति खलु. ज्ञानं भवतु इति लक्ष्यं खलु न वा? नाम श्वः समापयितुं शक्नुमः किन्तु तथा कुर्मः चेत् न कस्य चेदपि लाभः इति मन्ये. हा अवगन्तव्यमस्ति. हा अस्तु सम्यक् अस्ति. हा हा हा समीचीनमस्ति इति मन्ये. हा अस्तु अभ्यासः सम्यक् अस्ति. अग्रे गच्छेम तर्हि अग्रिमे सप्ताहे. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः महोदय.